अस्तु, तर्हि अनुमानस्य विषये वयं एतावत्पर्यन्तं चर्चितवन्तः. तत्र अस्माकं वाक्यमासीत् आश्रयनाशजन्य सामानाधिकरणजन्यः आश्रयनाशगुणनाशत्वात् पाकजरूपनाशवत् इत्यस्मिन्. तर्हि अत्र यत् अनुमानमासीत् तस्य अवगमनार्थम् अस्माकं करपत्रमासीत् यत्र वयं अनुमानस्य प्रसङ्गे किञ्चित् विस्तारेण दृष्टवन्तः. तर्हि अद्य पुस्तकात् पुनः पठेम. तर्हि पृष्ठसङ्ख्या अस्ति 3 अधिकशततमे पुटे, तस्मात् आरम्भं कुर्मः. प्राप्तं वा? एकनिमिष भगिनि, अहं शृणोमि शृणोमि क इदानीम्. अस्तु भगिनि, हा हा अस्तु. रामप्रिया भगिनी, भवती आरम्भं करोति वा? तत्र विभागसाधनाय विभागसाधनाय खलु अस्माभिः प्रवृत्तं. कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. किम् अनुमानम् उच्यते? अग्रे अपि पठामि वा? एतत् किञ्चित् पठित्वा तत्र एतस्य पूर्वं किम् आसीत् इति किञ्चित् स्मारयित्वा अग्रे पठेम. आम्, विभाग एतद् विषयं यदा वयं दृष्टवन्तः अनुमानप्रसङ्गे, तत्तु विभागसाधनाय एव वयं तस्य प्रवृत्तम् अभवत्. एकक्षणं भगिनि, क्षम्यतां. अस्तु, तर्हि भवत्याः दूरवाणीतः एव प्रतिध्वनिः आगच्छति. एवं वा? अहं पुनः आगच्छामि अन्यमार्गेण भगिनि. अस्तु, सम्यक्. अस्तु, तर्हि अन्य कोऽपि वदति वा? तत्र विभागसाधनाय खलु अस्माभिः प्रवृत्तम् इति अस्ति खलु, तस्य पूर्वं कस्य विषये अस्माकं पठनम् आसीत्? तत्र कोऽपि स्मरति वा इदानीम्? अहं प्रयत्नं करोमि भगिनि. तत्र गुणनाशः केन केन कारणेन गुणनाशः भवितुम् अर्हति इति प्रश्नः आसीत्. यतोहि संयोगनाशकः नाशको गुणः विभागः इति विभागस्य लक्षणमासीत्. तत्र कदा विभागस्य स्वातन्त्र्येण गुणत्वम् अस्ति वा इति संयोगनाशः एव विभागः वा इति प्रश्नः आसीत्. तत्र गुणस्य नाशः कथं भवति, कथं भवति इति प्रश्ने गुणसमवायिकारणनाशात् एकः मार्गः, निमित्तकारणनाशनात् अपि गुणनाशः भवितुम् अर्हति. तत्र तृतीयमासीत् समानादिकरणे अन्येन गुणेन आनयेन अपि गुणनाशः भवति. तत्र तेजसंयोगेन घटस्य रूपनाशः यथा भवति, तत् उदाहरणं दृष्टान्तं स्वीकृत्य आश्रयनाश अजन्यगुणनाशः समानादिकरणे गुणजन्येन एव भवति इति अनुमानवाक्यं किं विस्तारेण अस्माभिः अवलोकितं. तत्र एवं साधितं यत् विभागः स्वतन्त्रेण तस्य गुणत्वम् अस्ति, यतोहि आश्रयानाशजन्यगुणनाशः. एकक्षणं महोदय, क्षम्यतां. भवान् यद्वदति तत् सत्यमेव, परन्तु तत्तु अग्रे आगच्छति. तत्पूर्वं यद् भवान् उक्तवान् अस्माकं स्मारणाय, तत्तु तत् सम्यक्. इत्युक्ते अत्र विषयः आसीत् अस्माकं नाशस्य विषये. इत्युक्ते प्रथमं द्रव्य तत्र अभावः इति प्रसङ्गे आरब्धं कृतवन्तः. तर्हि प्रथमं कस्य कस्य पदार्थस्य नाशः भवति इति चिन्तितं. तदनन्तरं तत्र द्रव्यनाशः केन भवति, क्रियानाशः अपि केन भवति इति कृत्वा तदनन्तरं गुणनाशस्य विषये वयं चर्चितवन्तः. तत्र यथा महोदयेन उक्तं, तथा तत्र समवायिकारणनाशात् गुणस्य नाशः भवति, निमित्तकारणस्य नाशेन अपि गुणनाशः भवति इति. तत्सर्वं वयं पूर्वं दृष्टवन्तः. तदनन्तरं समानाधिकरणगुणेन अपि भवति गुणनाशः इति वयं दृष्टवन्तः. तर्हि तदर्थमेव तत्र तदनन्तरम् अत्र अनुमानम् इति प्रसङ्गः आगच्छति. तर्हि यद् वक्ष्यमान अनुमाने इत्युक्ते यद् अनुमानम् एतस्य भागस्य अनन्तरम् आयाति तेन अस्माकं तत्र विवरणसौकर्यं भवति इति तत्र ग्रन्थकारेण उक्तमस्ति. तर्हि महोदय भवानेव अग्रे पठतु तत्र यद्भवान् उक्तवान् तस्य विषये एव अस्ति. तर्हि भवानेव पठित्वा किञ्चित् वदतु. तत्र विभागसाधनाय तत्र आरभ्य किल. हा सत्यं. विभागसाधनाय खलु अस्माभिः प्रवृत्तं, कः लाभः अस्य विवरणस्य? वक्ष्यमाण अनुमाने विभागसाधके विवरणसौकर्यं भविष्यति. किम् अनुमानम् उच्यते? एतत् सर्वं तस्माभिः दृष्टं, तस्य मूलकारणमासीत् विभागस्य साधनं, विभागस्य गुणत्वम् इति साधनं. तदेव प्रवृत्तम् अस्माभिः. अस्य विवरणस्य कः लाभः यत् अस्माभिः चर्चितम्? अनुमानविषये विस्तृतेन यत् पठितं, वक्ष्यमाण अनुमाने अत्र अनुमानस्य अवगमनेन विभागसाधके विवरणसौकर्यं भविष्यति. यत् अस्माभिः अनुमानविषये यत् सर्वम् अवगतं, तत्सर्वं विभागसाधने साधनाय विवरणसौकर्यं भविष्यति. किम् अनुमानम् इति अग्रे आयाति. अग्रे सरमेव. अस्तु. आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत्. दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजसंयोगः, तथा च क्रिया ततः विभागः, तथा च क्रिया ततः विभागः, ततः पूर्वदेशसंयोगनाशः, ततः उत्तरदेशसंयोगः, ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकं, स गुणः एव विभागः इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः. तर्हि किञ्चित् कण्ठशः पश्येम. प्रथमवाक्यं पुनः एकवारं पठित्वा किञ्चित् यद्वयम् इदानीं पूर्वं पठितवन्तः तस्मिन् विषये किञ्चित् संक्षेपेण वदति चेत् सम्यक् भवति. अवश्यं भगिनि. आश्रयनाशः जन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशः जन्यगुणनाशत्वा पाकजर उपनाशवत्. अस्य रूपं सामान्य अनुमानवाक्यस्य रूपं कथं भवति? तथा अस्ति. इत्युक्ते प्रथमं पक्षः आश्रयनाशजन्यगुणनाशः इति पक्षः. अनन्तरं साध्यं, साध्यः किं साध्यः? समानाधिकरणगुणजन्यः इति साध्यः. केन, कस्मात्, हेतु किम्? आश्रयनाशजन्यगुणनाशत्वात् इति आश्रयनाशजन्यगुणनाशत्वम् इति हेतुः. यथा दृष्टान्तः अस्ति पाकजरूपनाशवत् इति अनुमानप्रकारेण यत्र आश्रयनाश अजन्यगुणनाशः भवति तत्र तस्मिन्नेव अधिकरणे यस्मिन् अधिकरणे गुणनाशः अभवत् तस्मिन्नेव अधिकरणे समानाधिकरणगुणजन्यः भवेत् इति साध्यः. किम् हेतु किम्? आश्रयनाशजन्यगुणनाशत्वात् इति तस्य धर्मः. यत्र आश्रयनाश अजन्यगुणनाशत्वम् अस्ति तत्र समानाधिकरणगुणजन्यः भवति. यथा पाकजरूपनाशवत्, यथा पाकजेन इत्युक्ते तेजसंयोगेन यथा वस्तुनः घटस्य वा कतलीफलस्य वा पूर्वरूपनाशं भवति, अन्यरूपम् आगच्छति. तत् उदाहरणं दृष्टान्तः स्वीकृत्य अनुमानवाक्यं साधयति. अत्र यत् दृष्टान्तं भवान् उक्तवान् तत्र समानाधिकरणगुणः किम्, अपि च तत्र आश्रयनाशजन्यगुणनाशः किम् इति किञ्चित् कः इति किञ्चित् वक्तुं शक्नोति वा? यथा घटस्य उदाहरणे घटे रूपं यत् अस्ति तत् गुणः रूपं तस्य नाशं भवति. अधिकरणं घटः एव, तस्मिन्नेव अधिकरणे घटे पाकजरूप पाकजसंयोगः इति गुणः आगच्छति. स च गुणः पूर्वतनगुणस्य नाशं कारयति. अधिकरणम् अत्र घटः, यस्य गुणस्य नाशः भवति तत् पूर्वतनरूपं, पाकजतेजसंयोगः नूतनगुणः, अनेन गुणेन पूर्वगुणस्य नाशः भवति. सम्यक्. तर्हि अत्र आश्रयनाशाजन्यगुणनाशः इत्युक्ते आश्रयनाशः न भवति, परन्तु आश्रयस्य नाशं विना, परन्तु तत्र गुणस्य नाशः भवति इति तत्र रूपस्य नाशः खलु. रूपमिति गुणः घटे अस्ति, पूर्वं यद्रूपम् आसीत् तत् तस्य नाशः भवति, परन्तु आश्रयस्य नाशः तु न अभवत् इति कृत्वा आश्रयनाशाजन्यगुणनाशः इत्युक्ते आश्रयनाशेन अजन्यगुणनाशः अस्ति पूर्वरूपस्य नाशः. तादृशगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते समानाधिकरणे इत्युक्ते घटे यत् गुणः अस्ति इत्युक्ते तेजसंयोगः इति यः गुणः अस्ति तेन जायते इति कृत्वा तत्र पाकजरूपनाशवत् इति दृष्टान्तः तादृशः अस्ति यत् आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः अपि इति तद् दृष्टान्तेन वयं स्वीकृतवन्तः खलु. तर्हि एतावत्पर्यन्तं स्पष्टं वा सर्वैः? प्रश्नः अस्ति वा? अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा दृष्टान्ते तादृशः इति. अस्माकं दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजसंयोगः. एकैकवाक्यं वदामि वा? अतः अत्र इदानीं यदा महोदयेन उक्तम् अत्र घटस्य उदाहरणं स्वीकुर्मः चेत् तत्र घटः अस्ति, तत्र तस्य रूपम् अस्ति, यदा तेजसंयोगः भवति अत्र रूपस्य परिवर्तनं भवति इति. अतः अत्र समानाधिकरणः गुणः तत्र घटे अस्ति, तेजसंयोगेन नूतनगुणः भवति. तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. तादृशमस्ति अत्र, अत्र क्रिया भवति, वस्तुः अस्ति चेत् तस्य तत्र तस्मिन् क्रिया भवति चेत् तत्र विभागः भवति. इत्युक्ते एकस्मिन् स्थाने आसीत् ततः तस्य संयोगनाशः भवति, तदनन्तरं उत्तरसंयोगः भवति इत्युक्ते अन्यदेशं गच्छति इति, अतः तत्र नूतनसंयोगः भवति. तदनन्तरम् अत्र क्रियानाशः भवति इति वैशेषिकप्रक्रियायां विभागस्य कल्पनं तादृशं भवति इति. तद् वयं पूर्वम् अपि दृष्टवन्तः अत्र एतादृश आवलिः. अत्रापि विभागकल्पनं तादृशं भवति इति. तत्र क्षणपञ्चकव्यापिनी प्रक्रिया इति वयं पूर्वं दृष्टवन्तः खलु. आद्यक्षणे क्रिया भवति, अनन्तरं विभागः भवति, अनन्तरं संयोगनाशः भवति, तदनन्तरं नूतन देशेन सह संयोगः भवति, तदनन्तरं क्रियानाशः. सत्यं. तर्हि पञ्चमे क्षणे क्रियानाशः भवति इति कृत्वा पञ्चक्षणव्यापिनी प्रक्रिया इति वयं पूर्वं दृष्टवन्तः. तर्हि तेन विभागकल्पनम् इत्युक्ते प्रथमं विभागः विभागेन पूर्वदेशसंयोगनाशः अभवत् इति वयं तत्र दृष्टवन्तः. अग्रे महोदय. आश्रयनाश अजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्. अत्र संयोगनाशः इति अत्र आश्रयनाश अजन्यः अस्ति इत्युक्ते अत्र केवलं संयोगः इति गुणस्य नाशः एव भवति, आश्रयद्रव्यस्य नाशः न भवति इति. अतः तदर्थम् अत्र समानाधिकरणगुणान्तरम् आवश्यकम्. अत्र समानाधिकरण अत्र यस्मिन् गुणः अस्ति अत्र समानाधिकरण द्रव्यस्य द्रव्ये गुणः अस्ति अत्र अत्र तत्र गुणः अस्ति इति एव. अतः विभागः इति गुणः तस्मिन् अस्ति इति. एकक्षणं तत्र यद्भवान् तत्र आश्रयनाशजन्यः संयोगनाशः इति बहु स्पष्टतया उक्तवान्, तत्र समानाधिकरणगुणान्तरम् इत्युक्ते तत्र समानाधिकरणम् इति किम् इत्युक्ते कयोः समानाधिकरणम्? इदानीं घटः अथवा भूतलम् इति वदामः चेत् अत्र घटभूतलयोः क्षम्यता अत्र घटः रूपम् इति वदामः चेत् अत्र घटः इति समानाधिकरणं. सत्यं, परन्तु अस्मिन् वाक्ये इत्युक्ते आश्रयनाशजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम् इत्यत्र समानाधिकरणगुणान्तरम् इति कुत्र आवश्यकम्? अत्र द्रव्ये आवश्यकम् इत्युक्ते भूतलं घटः इति वदामः चेत् तदेव किल. अतः हा हा इत्युक्ते भवान् अवगतवान् इति भाति, परन्तु मम प्रश्नः यदस्ति इत्युक्ते तत्र समानाधिकरणम् इत्युक्ते यस्मिन् अधिकरणे संयोगः अस्ति इति खलु, इत्युक्ते संयोगः नाशः इति संयोगः इति गुणः तस्य नाशः भवति चेत् यस्मिन् अधिकरणे इत्युक्ते आश्रये संयोगः अस्ति तदेव अधिकरणं खलु, तस्मिन् अधिकरणे तत्र समानाधिकरणम् इत्युक्ते संयोगस्य अपि च गुणान्तरस्य भवेत् इति. गुणान्तरम् इत्युक्ते संयोगं विना किमपि अन्यगुणः तत्र भवतु इति खलु. तर्हि स गुणः अपि च संयोगः तयोः समानाधिकरणम् आवश्यकं भवति इति. तर्हि संयोगनाशः इति आश्रयनाश अजन्यः इत्युक्ते आश्रयनाशेन अजन्यः इत्युक्ते आश्रयस्य नाशः न भवति परन्तु संयोगनाशः भवति. तादृशसंयोगनाशः यः अस्ति तस्मिन् अधिकरणे इतोपि अन्यगुणः भवेत् येन तादृशसंयोगनाशः भवति, यतोहि तदेव अस्माकं वाक्यम् अस्ति. इत्युक्ते आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते समानाधिकरणे अन्य कोऽपि गुणः भवतु येन नाशः जायते इत्युक्ते गुणनाशः संयोगनाशः जायते इति. तर्हि तदर्थमेव गुणान्तरम् आवश्यकम् इति अस्ति खलु. आवश्यकम् इति किमर्थम् अस्ति इत्युक्ते अनुमानवाक्ये तथा अस्ति, तत्र समानाधिकरणगुणेन जन्यः अस्ति गुणनाशः इति कृत्वा. अवगतवान् वा? अवगतवान्. अहं वक्तुं प्रयत्नं करोमि. घटः अस्ति तत्र तस्मिन् क्रिया भवति, अतः पूर्वदेशतः उत्तरदेशं प्रति गच्छति. अतः तत्र घटे संयोगः आसीत् तस्य नाशः भवति, घटस्य नाशः न भवति परन्तु संयोगनाशः भवति. तदर्थं संयोगनाशार्थं घटे घटः समानाधिकरणं तस्य अन्य कश्चन गुणः गुणम् आवश्यकमिति अस्ति अत्र. तदेव किल. तत्र किमर्थम् आवश्यकम् इति अस्ति? अत्र तदेव अहम् अत्र दृष्टवान्, अत्र आश्रयनाश अजन्य गुणनाशत्वात् इति यदा पागजरूपनाशवत् इति अस्ति, अतः एकगुणस्य नाशः भवति परन्तु समानाधिकरणस्य नाशः न भवति. तदर्थं तथा नास्ति महोदय, तत्र समानाधिकरणम् इति द्वयोः समानाधिकरणम् इति खलु, समानाधिकरणस्य नाशः इति प्रायः न वक्तुं प्रायः वक्तुं तु तत्र यदा वदामः चेत् सम्यक् नास्ति इति चिन्तयामि. तत्र आश्रयस्य नाशः न भवति इति कृत्वा पूर्वतने पुटे वयं दृष्टवन्तः खलु गुणनाशं कथं भवति इत्युक्ते इति, तत्र गुणनाशः भवति समवायिकारणनाशात्, तत्र तु समवायिकारणम् इति आश्रयः, तस्य नाशः तु न अभवत्, निमित्तकारणस्य नाशेन अपि भवति परन्तु तत्र तादृशप्रसङ्गः अपि नास्ति. अत्र प्रसङ्गः अस्ति गुणनाशः भवति समानाधिकरणगुणेन इति, समानाधिकरणगुणः इति तदर्थम् आवश्यकं, तदेव अस्माकम् अनुमानवाक्ये अपि अस्ति. समानाधिकरणगुणः इत्युक्ते यः गुणः अपि च संयोगः तयोः मध्ये समानाधिकरणं भवेत् इत्युक्ते तयोः अधिकरणं यदस्ति तस्मिन् तादृशगुणः भवतु येन आश्रयनाशं न भवति, आश्रयस्य नाशः न भवति चेदपि संयोगनाशः भवति इति, तादृश गुणः भवतु इति, तदेव विभागः इति वयं इदानीं निर्णयं कृतवन्तः. भगिनी अन्तरं किम्? गुणान्तरम्, अन्तरम् इत्युक्ते भिन्नम् इति गुण, तत् अहं जानामि, तत्र समानाधिकरण अन्तरं किं? समानाधिकरणगुणान्तरं भगिनि, समानाधिकरण अन्तरं नास्ति अत्र, समानाधिकरण गुणान्तरं, गुण अन्यगुणः, अन्यगुणः सत्यं, भिन्नगुणः इति, सः गुणः एव. तर्हि सुनील् महोदय, भवान् एव तत्र तत् वाक्यद्वयं पठित्वा समापय. भगिनी तत्पूर्वं तत्र किञ्चित् चिन्तनमस्ति मम, समानाधिकरणगुणान्तरम् आवश्यकम् इति दत्तमस्ति किल, तत्र क्रियया गुणः गुणं जायते इति अस्माभिः स्वीकृतम्. उदाहरणार्थम् उत्तरदेशसंयोगः, संयोगः क्रियया जायते इति अस्माभिः स्वीकृतम् इति चेत् किमर्थं क्रियया गुणस्य नाशः अपि भवितुम् अर्हति इति न स्वीकृतम्? तत् अत्र यदा वयं दृष्टवन्तः तत्र कर्म सत्यं कर्मजसंयोगः इति क्रियया जायते संयोगः इति वयं पूर्वम् उक्तवन्तः, परन्तु गुणस् यदा तादृशं क्रियया भवति चेत् तत्र अस्तु, वस्तुतः गुणनाशः इति वयं यदा चिन्तितवन्तः तत्र वयं कारणम् उपयुज्य चिन्तितवन्तः खलु, इत्युक्ते गुणः केन जायते, गुणस्य समवायिकारणं किम्, असमवायिकारणं किं, निमित्तकारणं किम् इति वयं दृष्टवन्तः. तर्हि अत्र गुणस्य नाशः समवायिकारणनाशेन भवति गुणनाशः इति वयम् उक्तवन्तः. तर्हि तत्र समवायिकारणनाशः इत्युक्ते अत्र समवायिकारणम् इत्युक्ते घटस्य क्षम्यता गुणस्य समवायिकारणमस्ति तत्र द्रव्यम् आश्रयः इति द्रव्यं तेन तस्य नाशेन गच्छति इति. द्वितीयमस्ति निमित्तकारणेन, तत्र यदा कर्मजसंयोगः इति भवति तत्र प्रायः कर्म इति निमित्तकारणम् इति चिन्तयामि, यतोहि नो चेत् असमवायिकारणं भवतु. अत्र तादृशनाशेन निमित्तकारणनाशेन संयोगनाशः भवति इति उक्तवन्तः, परन्तु अत्र क्रिया क्रिया इति साधारणतया असमवायिकारणं भवति अथवा निमित्तकारणं भवति. तर्हि संयोगस्य निमित्तकारणं क्रिया अथवा असमवायिकारणं क्रिया इति चिन्तयामः चेत् प्रायः असमवायिकारणम् इति वक्तुं शक्नुमः. असमवायिकारणनाशेन संयोगस्य नाशः इति वक्तुं शक्नुमः, परन्तु असमवायिकारणस्य जन्येन तत्र गुणनाशः इति वक्तुं न शक्नुमः खलु. निमित्तकारणनाशेन भवति गुणनाशः इति उक्तवन्तः. असमवायिकारणस्य विषये वयम् अधिकं न चिन्तितवन्तः, परन्तु असमवायिकारणेन अपि गच्छति, असमवायिकारणनाशेन अपि गुणः नश्यति इति वयं दृष्टवन्तः. परन्तु क्रिया इति कस्यापि असमवायिकारणस्य आगमनेन गुणस्य नाशः भवति इति वयं न तादृश दृष्टान्तः नास्ति, इत्युक्ते तस्य प्रमाणं नास्ति इति कृत्वा तद्वयं न स्वीकृतवन्तः. तदर्थमेव तदेव मम प्रश्नः. तत् न दत्तं पुस्तके, किन्तु तत् मम प्रश्नः अस्ति, अत्र किं दत्तमस्ति? संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम् इति दत्तमस्ति, किन्तु एकक्षणं महोदय, अत्र समानाधिकरणगुणजन्यः आवश्यकम् इति यतोहि तत्र तस्य प्रमाणम् अस्ति खलु अस्माकम्, इत्युक्ते अनुमानेन वयं तत् साधितवन्तः यत् आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणेन गुणजन्येन भवति इति वयं साधितवन्तः. तदर्थमेव इदानीं संयोगनाशः इति यदा वयं वदामः, तत्र संयोगनाशः इति आश्रयनाशाजन्यगुणनाशः इति कृत्वा अत्र समानाधिकरणगुणस्य आवश्यकता भवति. आम्, किन्तु तत्र एकक्षणं न तत्र समापयामि, क्षम्यताम्. अत्र आवश्यकमिति किमर्थं भवति चेत् यतोहि अनुमानेन वयं तत् अनुमानप्रमाणम् अस्ति अत्र यत् आश्रयनाशाजन्यगुणनाशः समानाधिकरण गुणजन्येन भवति इति. परन्तु क्रियायाः कारणेन गुणनाशः भवति इति अस्माकं प्रमाणं नास्ति. तादृशप्रमाणम् अस्ति चेत् तत्र वयं स्वीकर्तुं शक्नुमः यत् क्रिया अस्ति इति कृत्वा क्रियायाः कारणेन सः एव सा हेतुः भवति, तेन तत्र तया तत्र गुणनाशः भवति इति वयं वक्तुं शक्नुमः. परन्तु तादृशप्रमाणं नास्ति इति कृत्वा तद्वयं न स्वीकृतवन्तः इति मम अवगमनम्. अस्तु, अहं किं वदन् आसीत्, आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति, तत्र पाकजरूपनाशवत् इति आश्रयनाश अजन्यगुणनाशत्वात् इत्यस्य एकदेशमेव इति अपि अस्माभिः पठितं करपत्रे. सत्यम्. इत्युक्ते तत्र यद्यपि तत् अन्वयदृष्टान्तम् इव भाति, तत्तु व्यतिरेकदृष्टान्तमेव इत्यपि अस्माभिः पठितं. तादृशम् अत्रापि स्वीकर्तुं शक्यते न, परन्तु तत्र वयं प्रमाणेन तत्र वयम् एतदपि दृष्टं यत् तादृशसामान्यपक्षः भवेत् यत्र इत्युक्ते आश्रयनाशाजन्यगुणनाशः इत्युक्ते यत्र आश्रयनाशः अपि अस्ति गुणजन्यः अपि अस्ति, यथा धूमवह्निस्थलमिति वयम् उदाहरणत्वेन स्वीकृतवन्तः खलु. तादृश पक्षः भवेत् यत्र धूमः अपि च वह्निः तयोः समानाधिकरणं भवतु. तादृशस्थलम् अस्ति चेतेव तत्र पाकशालायाः भवतु, पर्वतः वा भवतु, वनं वा भवतु, यत्किमपि भवतु, तस्य दृष्टान्तस्य बलमस्ति इति वयं दृष्टवन्तः. क्रियागुणनाशस्य सामान्यपक्षः नास्ति इति मम चिन्तनम्. एकस्मिन् द्रव्ये क्रिया जायते चेत् द्रव्यस्य नाशः न भवत्येव. कन्दुके क्रिया जायते चेत् कन्दुकस्य नाशः न भवति, कन्दुकं तथापि तिष्ठत्येव इति कृत्वा आश्रयनाश अजन्यत्वं क्रियया अपि अस्ति. सत्यं न अहं तत् अङ्गीकरोमि, परन्तु मम कथनस्य आशयः किञ्चित् भिन्नम् अस्ति यत् आमाम् अहं मया अवगतं प्रमाणं नास्ति इति भवती वदति. प्रमाणं नास्ति इत्युक्ते तादृश सामान्यपक्षस्थलं नास्ति इति मम अहं वदामि. इत्युक्ते यदा कन्दुकम् इत्युक्ते संयोगस्य प्रसङ्गे प्रायः तथा वक्तुं शक्नुमः. मयापि इतोपि किञ्चित् चिन्तनं करणीयमस्ति अस्मिन् विषये वस्तुतः. परन्तु तद्विहाय इत्युक्ते अत्र आश्रयनाशजन्यगुणनाशः इति यदा वयं समानाधिकरणगुणजन्यः इति चिन्तितवन्तः, तत्र संयोगविभागं विना संयोगनाशः अपि च विभागं तद्विना पाकजरूप नाशः इति अन्यदृष्टान्तः अपि अस्माभिः चर्चितं खलु. अत्र विभागस्य प्रसङ्गः नास्ति, रूपस्य नाशः भवति तेजसंयोगेन इति. किञ्चित् अन्यगुणस्य नाशः भवति तेजसंयोगेन, तेजसंयोगः इति गुणेन इति गुणान्तरेण वस्तुतः. परन्तु तादृश सामान्यपक्षः अस्ति वा इति किञ्चित् चिन्तनीयं. तदनन्तरं प्रमाणरूपेण तत् स्वीकृत्य तथा वक्तुं शक्नुमः वा इति अपि चिन्तनीयमस्ति. तादृशं नास्ति इति मम अवगमनं. प्रायः महोदयमपि प्रष्टुं शक्नुमः. अस्तु भगिनि. अस्तु महोदय, तर्हि भवानेव किञ्चित् अग्रे पठति वा तत्र पुस्तकस्य अन्तिमभागः अस्ति तत्र 361 इति पुटे, तस्मात् किञ्चित् पठति वा? एकषष्टि अधिक त्रिशतं. विभागसाधनाय अनुमानं तत्र अपूर्वः कोटिक्रमः इति शीर्षकमस्ति. संयोगनाशेनैव उपपत्तौ विभागः न अतिरिक्तः गुणः, तत् स्वीकारोऽपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता. तस्याः च परिहाराय संक्षेपतः तत्प्रकरणे अनुमानमुक्तम्. इह च जिज्ञासूनां प्रमोदाय क्वचित् कोटिक्रमः प्रदर्श्यते. कश्चित् कोटिक्रमः प्रदर्श्यते संयोगनाशेन एव. शीर्षकस्यापि वक्तव्यं वा? हा वदतु महोदय. कुत्र अस्ति? 361. धन्यवादः. अपि च एतस्य पठनस्य अथवा तत्र प्रतिपादनस्य पूर्वम् अन्यस्यापि किमपि चिन्तनम् अस्ति वा यत् शुकवनमहोदयेन पृष्टवान्, तदपि मया पृष्टव्यमासीत् तत्र क्रियाविषये यत् पृष्टवान् तस्मिन् प्रसङ्गे. अस्तु भवतु तर्हि. अस्तु. विभागसाधनाय अनुमानं तत्र अपूर्वः कोटिक्रमः इति शीर्षकमस्ति. तत्र अनुमानेनैव विभागस्य विभागाख्य गुणः अस्ति इति अस्माभिः साधितं. तत्र अपूर्वः कोटिक्रमः नूतन अपूर्वचिन्तनमस्ति इति अत्र दत्तमस्ति. संयोगनाशेन एव उपपत्तौ विभागः न अतिरिक्तः गुणः संयोगनाशेन एव उपपत्तौ विभागः न अतिरिक्तः गुणः। मया न अवगतं भगिनि। हा, अत्र उपपत्तौ इत्युक्ते संयोगनिरूपणाय। हा, संयोगनाशेन एव उपपत्तौ निरूपण, कस्य निरूपणं भवति संयोगनाशेन? विभागः, विभागः इति गुणः, गुणस्य आवश्यकम्? न न न, तत्र यदा अस्माकं प्रतीतिः अस्ति इत्युक्ते तत्र हस्तः अपि च घटः तयोः मध्ये संयोगः अस्ति इति चिन्तयतु। इदानीं तत्र संयोगनाशः अभवत् इति वदामः चेत् तेनैव अस्माकं इष्टं यद् अस्ति इत्युक्ते अस्माकम् इष्टप्रतीतिः यदस्ति तत्तु तेनैव निरूपणं भवति खलु, इत्युक्ते संयोगनाशेन एव संयोगनाशः अभवत् इति वदामः चेदेव अत्र इदानीं संयोगः नास्ति इति अस्माकं ज्ञानं भवति इति कृत्वा विभागः इति अतिरिक्तः गुणः न तस्य आवश्यकता नास्ति। नास्ति इति न, विभागः अतिरिक्तः गुणः इत्युक्ते संयोगनाशः एव भवतु, विभागः इति अतिरिक्तः गुणः मास्तु इति। अत्र उपपत्तौ इति सतिसप्तमी प्रयोगः न वा? उपपत्ति उपपत्तौ, हा, उपपत्तौ इति सतिसप्तमी नास्ति, विषयसप्तमी। तत् विषयसप्तमी इति चिन्तयामि, परन्तु सप्तमी परन्तु सतिसप्तमी नास्ति। नाशेन इति तत्र तृतीया अस्ति खलु, संयोगनाशेन एव उपपत्तौ, विभागः न अतिरिक्तः गुणः। अस्तु, तत् स्वीकारेपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता। तत्स्वीकारे अपि इति तत्र, तत्स्वीकारे अपि इत्युक्ते प्रायः विभागः, विभागस्य स्वीकारे अपि न न न, विभागः इति न अतिरिक्तः गुणः इति स्वीकारे अपि, हा, विभागः इति अतिरिक्तः गुणः इति स्वीकारे अपि, सत्यं, हा, विभागः इति अतिरिक्तः गुणः, संयोगनाशको गुणः इति स्वीकारे अपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता इति कृतं वा? इति कृतं, तत्र किञ्चित् पुनस्मरणत्वेन पठेम। तत्र एकाधिकशततमे पुटे संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः इति भागः अस्ति खलु, तद् एकवारं तत्र रामप्रिया भगिनी भवती पठति वा? आं भगिनि, संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः। अत्र इदं चिन्त्यते क्रियातु विभागः, विभागात् पूर्वसंयोगनाशः, ततः संयोगान्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते तदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत, स एव तु न अङ्गीक्रियते। अत्र वयं पूर्वपक्षिणः वदति यत् संयोगनाशात् विभागः न अतिरिक्तः इति तेषाम् आक्षेपः अस्ति, इत्युक्ते संयोगनाशः एव पर्याप्तं, विभागः इति भिन्नगुणः आवश्यकं नास्ति, तदेव, कोऽपि भेदः नास्ति संयोगनाशः विभागः द्वयोः मध्ये, अतः संयोगनाशः एव पर्याप्तम् इति पूर्वपक्षिणः वदन्ति। प्रथमं तत्र अत्र इदं चिन्त्यते क्रियातः विभागः, विभागात् पूर्वसंयोगनाशः, पूर्वसंयोगनाशात् संयोग संयोगान्तर उत्पत्तिः, अनन्तरं क्रियानाशः. एतदेव षण्पञ्चकव्यापिनी इति वयं दृष्टवन्तः. तदा यदा यदि इति प्रक्रिया तदा युज्यते तदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यगुणः अपि उपगम्येत. इत्युक्ते तत्र वयं दृष्टवन्तः यदा संयोगनाशात् भिन्नः विभागनाम्ना एकः गुणः तत्र वयं स्वीकृतवन्तः. तत्र प्रथमं विभागः, अनन्तरं संयोगनाशः इति वयं द्वितीयक्षणे विभागः, तृतीयक्षणे संयोगनाशः इति स्वीकृतवन्तः. सः एव तु न अङ्गीक्रियते. पूर्वपक्षिणः एव तद् न अङ्गीक्रियते. द्वयम् अपि समानं, भिन्नगुणः नास्ति इति तेन अङ्गीक्रियते. इत्युक्ते संयोगनाशः एव भवतु, संयोगनाशः अपि च विभागः समानमिति न, परन्तु संयोगनाशः एव भवतु, विभागः इति अतिरिक्तः गुणस्य आवश्यकता एव नास्ति इति तेषां मतम्. अस्तु, तर्हि अग्रे भगिनि. आक्षेपम् अमुं केचन इत्थं परिहरन्ति, यथा क्रियोत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्ध प्रत्ययेन संयोगनाशः सिद्ध्यति, तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः विभागाख्यः गुणः सिद्ध्यति एव इति. केचन आक्षेपम् अमुं केचन इत्थं परिहरन्ति, एतद् आक्षेपमस्ति इति विभागः इति भिन्नगुणः न आवश्यकं, संयोगः एव विभागः इति तस्य परिहारं संयोगनाशः एव विभागः इति न भगिनि पुनः वदामि, क्षम्यतां, तत्र संयोगनाशः एव विभागः इति न, संयोगः संयोगनाशः इत्यनेन एव अस्माकं तत्र व्यवहारः भवतु, विभागः इति गुणस्य आवश्यकता नास्ति इति. तत्र भेदः अस्ति, अवगच्छति, संयोगनाशः एव विभागः इति भिन्नः, विभागस्य आवश्यकता नास्ति इति किञ्चित् भिन्नं. विभागः इति पूर्वपक्षिणः आक्षेपस्य परिहारः एतत् अस्ति, यथा क्रिया उत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति सर्वजनसिद्ध प्रत्ययेन, इत्युक्ते यदा प्रथमं क्रिया भवति अनन्तरं घटपटयोः प्रथमं संयोगः भवति अनन्तरं क्रियोत्पत्ति अनन्तरं घटपटयोः संयोगः नष्टः इति यदा भवति चेत् तत्तु सर्वजनसिद्धप्रत्ययेन, इत्युक्ते वयं आनुभविकमस्ति एतत् संयोगनाशः इति सिद्ध्यति इति प्रत्ययः इत्युक्ते ज्ञानम् आनुभविकज्ञानमस्ति एवं किल, आनुभविकज्ञानमेव अस्ति संयोगनाशः इति भवति इति. तथैव घटपटौ विभक्तौ इति भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्त विभागाख्यगुणः सिद्ध्यति एव इति. समानरीत्या घटपटौ विभक्तौ, यदा प्रथमं वयम् उक्तवन्तः घटपटौ पटयोः संयोगः नष्टः इति, तत्र संयोगनाशः इति आनुभविकज्ञानमस्ति. तथैव घटपटौ विभक्तौ इति स्वीकुर्मः चेत् तत्र एतद् ज्ञानं विभक्तौ विभागः इति भावपदार्थमस्ति, तत्र एकक्षणं भगिनि, तत्र किमर्थं संयोगनाशः इति यदा घटपटौ विभक्तौ इति वदामः तत्र किमर्थं संयोगनाशः इत्यस्य इति किमर्थं न वक्तुं शक्नुमः इति किमर्थं तत्र भावपदार्थम् इति अस्ति घटपटौ विभक्तौ इति दृष्टवन्तः नाशः इत्युक्ते अत्र पूर्वं नष्टः नाशः नाशः तत्र अभावः अस्ति यदा नष्टः भवति तत्र अभावः अस्ति विभक्तौ इत्युक्ते भावपदार्थमेव भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगनाशं नाना आगच्छति भगिनि घटपटौ घटपटौ विभक्तौ इति वदनेन कथं घट ऐ मीन् संयोगनाशः न अस्ति तत्र घटपटौ विभक्तौ इति यदा वदामः चेत् अत्र भावपदार्थं सूचयति खलु तर्हि संयोगनाशः इति अभावपदार्थः अस्ति तर्हि किमपि अन्यभाव इति वयं तेषु दिनेषु साधितवन्तः इत्युक्ते संक्षिप्तरूपेण वयं किम् उक्तवन्तः इत्युक्ते संयोगनाशः अपि च विभागः इति भिन्नः इति कथम् उक्तवन्तः इत्युक्ते संयोगनाशः इति अभावपदार्थः यदा वयं घटपटयोः संयोगः नष्टः इति वदामः चेत् तत्र संयोगनाशः इति प्रत्ययः इति ज्ञानं भवति परन्तु घटपटं घटपटौ विभक्तौ इति वदामः चेत् अत्र भावपदार्थेन अभावः नास्ति भावपदार्थेन व्यवहारं करणीयम् इति कृत्वा अत्र विभागः इति गुणः भवतु इति मम प्रिया भगिनी भवती एव वदतु भावपदार्थम् अवगाहमानेन ज्ञानेन संयोगध्वंस अतिरिक्तः इत्युक्ते संयोगस्य नाशः तस्य अतिरिक्तः गुणः इत्युक्ते भिन्नगुणः विभागाख्यः गुणः सिद्ध्यति एव अत्र अवगाहमानेन इत्युक्ते किम् अवगाहमानेन इत्युक्ते तत्र अवगाहः विषयी विषयी क्रियते क्रियमाणेन शाणच सत्यं क्रियमाणेन इति ज्ञानेन अवगमनम् इति स्पष्टीकरोति इति अर्थे स्पष्टीकरोति संयोगध्वंस अतिरिक्तः विभागाख्यः विभागाख्यः इत्युक्ते विभागनाम्ना गुणः सिद्ध्यति एव इति उत्तमम् इति वयं तत्र किञ्चित् संक्षिप्तरूपेण पूर्वम् उक्तवन्तः खलु स्मरति वा अस्तु तदनन्तरम् अग्रिम परिच्छेदमपि पठेम तद् पुष्पा भगिनी भवती पठति वा तद् अपरेण सहन्ते अस्तु विद्याशङ्कर महोदय भवान् पठति वा आं भगिनि तदपरे पठेन न त्रिशतम द्विशत अधिक एक क्षम्यतां भगिनि द्वि अधिक एकशत अस्तु अस्तु अस्तु अस्तु तत्परे तद् अपरे तद् अपरे अस्तु अस्तु एकनिमिषं ललन्तिका तत् अपरे न सहन्ते किं न सहन्ते भवती एव वदतु तद् अपरे न सहन्ते इत्युक्ते किम् अपरे न अपरे तद् इति किं प्रथमं तत् इति किं तत्तु ये संयोग ध्वंस अतिरिक्तः विभागख्यः गुणः सिद्धति सिद्ध्यति एव इति वाक्यं तद्वाक्यं वाक्यम् इत्युक्ते तत्र विषयः कः तत्र तत् इत्युक्ते कः न तस्मिन् विद्यमानः विषयः कः इति अहं पृच्छामि इदानीं भवतीं. ओ अस्तु अस्तु. तत्तु गणपतयोः संयोगः नष्टः इति सर्वजनसिद्ध्य प्रत्ययेन. भगिनी एकक्षणं तत्सर्वं रामप्रिया भगिनी पठित्वा प्रतिपादितवती. मम प्रश्नः अस्ति तत् इति किं सूचयति इति पृच्छामि. तत्र विषयः कः इति वाक्यं पुनः मा पठतु. तत् इति विषयः कः इति मम प्रश्नः. संयोगनाशात् विभागः न अतिरिक्तः इति न तथा न वस्तुतः विपरीतं खलु. संयोगनाश अतिरिक्तः गुणः विभागः इति अत्र वयं उक्तवन्तः. इत्युक्ते प्रतिपक्षी प्रथमम् उक्तवान् तत्र संयोगनाशः एव इति एव भवतु विभागः इति नास्ति इति. तत्र भावपदार्थस्य आवश्यकता अस्ति इति कृत्वा विभागः इति गुणः भवतु इति तस्य समाधानम् अभवत्. परन्तु यत् समाधानम् उक्तवन्तः तद् अपरे न सहन्ते इत्युक्ते अन्ये न सहन्ते. अपरे तु अन्ये इति इत्युक्ते भिन्नप्रतिपक्षी पुनः प्रतिपक्षी तद् न सहन्ते इति प्रतिपक्षिणः. अग्रे भगिनि. एक्स्क्यूस् मी, पुट् इट् ऑन म्यूट्. ऐम् सॉरी. तेषाम् अयम् आशयः घटपटौ विभक्तौ इति प्रत्ययः अपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव. तस्य भावपदार्थान्तर अवगाहित्वे अपि तादृशविभागः प्रतिक्षणे न भगिनि तादृशविभागोत्पत्तिक्षणे क्षम्यतां तादृशविभागोत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्य अपि उत्पत्तिसम्भवेन सम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् मूल उक्तं संयोगनाशकः गुणः विभाग इति सङ्गतम् इति. अस्तु तत्परे तु भिन्न प्रतिपक्षाः तद् न सहन्ते. तत्तु संयोग अस्तु इदानीं भावपदार्थस्य विषयं न सहन्ते न स्वीकुर्वन्ति तेषां भिन्न आशयः तेषाम् आशयः भिन्नः. अस्तु घटपटौ विभक्तौ इति प्रत्ययः अपि न भावपदार्थं प्रकाशयति किन्तु संयोग अभावम् एव. एतद् उच्चारणेन घटपटौ विभक्तौ इति उच्चारणेन भावपदार्थम् अत्र भावपदार्थम् इति प्रतिपक्षः न्यून प्रतिपक्षः अस्तु न भावपदार्थं प्रकाशयति किन्तु संयोग अभावः एव इति. न तत्र भावपदार्थम् इत्युक्ते किम् इति घटपटौ विभक्तौ इति प्रत्ययोपि न भावपदार्थं प्रकाशयति इत्युक्ते किम्? तत्तु इदानीं विवरणं कृतं न घटपटो पटयोः संयोगः नष्टः तत्तु अभावस्य विषयं घटपटौ विभक्तौ इति भावपदार्थम् इति किम् अवगम्यति इति न जानामि किं पूर्वे इति विवरणं न एकक्षणं भगिनि मम प्रश्नः अस्ति घटपटौ विभक्तौ इति प्रत्ययोपि भावपदार्थं प्रकाशयति इत्युक्ते कः किं भावपदार्थं प्रकाशयति तत् प्रथमं प्रकाशयति इति न सम्यक् परन्तु तद् भावपदार्थं किम् अस्ति भावपदार्थं तु विभक्तं विभागः सम्यक् विभागः तर्हि घटपटौ विभक्तौ इति प्रत्ययः इति घटपटौ विभक्तौ इति यदा ज्ञानं भवति तत्र पूर्वं यदुक्तवन्तः वयं घटपटौ विभक्तौ इति यदा प्रत्ययः अस्ति इति यदा ज्ञानं भवति तत्र भावपदार्थं सूचयति इति कृत्वा विभागः इति भावपदार्थः आवश्यकः इत्युक्ते विभागः इति गुणः आवश्यकः इति तस्य समाधानम् आसीत् परन्तु इदानीं तत्र पुनः प्रतिपक्षी वदति न तथा नास्ति घटपटौ विभक्तौ इति यदा वयं इति यदा वदामः तदा तदपि तत् प्रत्ययः अपि भावपदार्थं न सूचयति इत्युक्ते विभागः इति भावपदार्थं न सूचयति परन्तु संयोग अभावमेव सूचयति इत्युक्ते संयोगस्य अभावः संयोगनाशः अभवत् इति एव वदति इति प्रतिपक्षी वदति अवगतवती वा एकवारं वदति वा तत् वाक्यं पुनः तत्तु पूर्वपक्ष किं किं वदति पूर्वपक्षस्य नाम किं पूर्वपक्ष पूर्वपक्षी इत्युक्ते ये एतद् मदं मथं न अङ्गीकुर्वन्ति ते पूर्वपक्षिणः न कुर्वन्ति तत्तु पूर्वपक्षिणः ऐ मीन् विच् इस् द ग्रूप् बिफोर् आङ्ग्लभाषा मास्तु प्रथमं तदैव पृच्छतु मम तं उत्तरं न दीयते तदैव भगिनी अहम् उत्तरं दत्तवती तत्र पूर्वपक्षी इति ये जनाः एतद् मतं न अङ्गीकुर्वन्ति तेषां नाम अस्ति पूर्वपक्षिणः इति तावदेव पूर्वपक्षिणः घटपटौ विभक्तौ इति भावपदार्थम् इति अवगम्यते भिन्नप्रतिपक्षि घटपटौ विभक्तौ इति प्रत्ययः न तथा नास्ति पूर्वपक्षी तत्र पूर्वपक्षी प्रथमम् आक्षेपं कृतवान् तदेव आरम्भे रामप्रिया भगिनी पठितवती तत्र न अतिरिक्तः गुणः इति न एकक्षणं भगिनी अहं वदामि एकक्षणं शृणोतु क्षम्यतां तत्र पूर्वस्मिन् पुटे अन्तिमवाक्यं पश्यतु सः एव तु न अङ्गीक्रियते इति अस्ति तदेव प्रथमं पूर्वपक्षी वदति तादृशविभागाख्यः गुणः नास्ति इति अहं न अङ्गीकरोमि इति पूर्वपक्षी वदति प्रथमं तर्हि तस्य आक्षेपस्य परिहाराय सिद्धान्ति वदति तत्र क्रिया तत्र यदा घटपटयोः संयोगः नष्टः इति भवति तत्तु अभावं सूचयति इत्युक्ते नाशः अभवत् इति सूचयति परन्तु विभक्तौ इति प्रत्ययः तु भावपदार्थं सूचयति इति कृत्वा विभागः इति भिन्नगुणः इत्युक्ते भावपदार्थः भवतु इति पुनः प्रतिपक्षी आगत्य वदति तथा नास्ति घटपटौ विभक्तौ इति प्रत्ययः भावपदार्थः न सूचयति परन्तु तदपि संयोगनाशः संयोगनाशं नाशः इत्युक्ते संयोगस्य अभावः तदेव सूचयति इति पुनः प्रतिपक्षी वदति. सः एव प्रतिपक्षी, एकः एव प्रतिपक्षी अस्ति यः वदति तत् तथा नास्ति इत्युक्ते विभागः इति भिन्नगुणः नास्ति, विभागः इति अतिरिक्तगुणः गुणस्य आवश्यकता नास्ति इति. अवगच्छति वा? अवगच्छामि भगिनि, अवगच्छामि. तत् सिद्धान्ति इति वदति इति अहं न अवगम्यम् तथैव. न न, एकक्षणं भगिनि, एकक्षणम् एकक्षणं. विद्याशङ्कर् महोदय, भवान् पठति वा इदानीं? कस्मात् भगिनि? तस्य भावपदार्थ, तस्य भावपदार्थान्तर अवगाहित्वे अपि तादृशविभाग उत्पत्तिक्षणे एव पूर्वसंयोगध्वंसस्य अपि उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् भूलोक्तं संयोगनाशकः गुणः विभागः इति असङ्गतम् इति. यथा भगिनी उक्तवती इदानीं घटपटो विभक्तो इति भावपदार्थः न प्रकाशयति किन्तु संयोगाभावमेव इति आरम्भे उक्तं. तस्य इति तस्य घटपटो विभक्तो इति वदनेन तस्य वचनस्य भावपदार्थः विभागः इति अन्तर अवगाहित्वे अपि विभागः इति भावपदार्थः तस्य विषये क्रियते अपि तथापि तादृशविभागस्य उत्पत्तिक्षणे यस्मिन् क्षणे विभागस्य उत्पत्तिः भवति तस्मिन्नेव क्षणे पूर्वसंयोगस्य ध्वंसः अपि भवति. इत्युक्ते समानसमये विभाग उत्पत्तिः तस्मिन्नेव समये पूर्वसंयोगध्वंसस्य अपि इति उत्पत्तिसम्भवेन विभागस्य संयोगनाशरूपकार्यपूर्ववृत्तित्व अभावात् इत्युक्ते यदि विभागः संयोगध्वंसस्य कारणं भवेत् तर्हि विभागः संयोगनाशस्य पूर्वम् एतस्मिन् क्षणपूर्वं तस्य वृत्तित्वं भवेत्. किन्तु अत्र किमुक्तं समानसमये भवति अनेन संयोगनाशात् संयोगनाशरूपः पूर्वकार्यं वृत्तित्व अभावात् इत्युक्ते पूर्वं तस्य वृत्तित्वं नास्ति स्थानसमये सम्भवं द्वयमपि समानसमये भवति तस्मात् विभागः पूर्वस्मिन् क्षणे नास्ति तस्मात् संयोगो नाशकः गुणः विभागः इति न समगच्छति न अङ्गीक्रियते समानसमये नास्ति इत्युक्ते समानसमये भवति विभागोत्पत्तिः संयोगध्वंसः अपि पूर्वस्मिन् क्षणे संयोगनाशरूपकार्यः पूर्वं तथा नास्ति तस्य पूर्ववृत्तित्व अभावात् संयोगनाशः विभागं प्रति कारणम् इति न वक्तुं शक्यते. विभागः संयोगनाशस्य कारणम् इति न वक्तुं शक्यते. सत्यम्, इत्युक्ते विभागस्य संयोगनाशः नाशः इति कार्यं, विभागः इति कारणं. तर्हि कार्यकारणयोः मध्ये वयं वारं वारं दृष्टवन्तः खलु, कार्यस्य पूर्वक्षणे समानाधिकरणे सर्वदा कारणं भवेत् इति. परन्तु तादृश नियतपूर्ववृत्तित्वं विभागस्य नास्ति इति कृत्वा संयोगनाशं प्रति विभागः कारणं न भवितुम् अर्हति इति तत्र उक्तम्. अस्तु, तर्हि इदानीं यद्वयम् आरम्भे तत्र प्रकृतविषयः अस्ति अस्माकं, तत्र 361 इति पुटे तत्र आगच्छेम. तर्हि शुकवर्णमहोदय, इदानीं तद्वाक्यं पुनः पठति वा, तत्र कारणत्वम् इति शङ्का? हा, इदानीं तत् इदानीं स्मरामि. तत् स्वीकारेपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता. कारणत्वं नास्ति किमर्थम् इत्युक्ते विभागाख्यगुणस्य. एकक्षणं क्षम्यतां, तत्र तत् स्वीकारे इति किञ्चित् तत् इत्युक्ते किम् इति किञ्चित् पुनस्मरणत्वेन उक्त्वा यतोहि स्वीकारे पठितवन्तः. आम् आम्, तत् स्वीकारे अपि इत्युक्ते विभाग आख्यगुणः अतिरिक्तगुणः इति स्वीकारे अपि न तस्य संयोगनाशं प्रति कारणत्वम् इति शङ्का विभागनिरूपणे कृता. किमर्थं शङ्का आगतं शङ्का आगता इत्युक्ते तत्र यस्मिन् क्षणे संयोगनाशः भवति तस्मिन्नेव क्षणे विभागाख्यगुणः अपि जायते इति कृत्वा अपि च क्षम्यतां वस्तुतः विपरीततया खलु विभागः यस्मिन् क्षणे भवति तस्मिन्नेव क्षणे संयोगाख्य संयोगनाशः अपि भवति इति कृत्वा आम् किन्तु द्वयमपि समानमेव किल न परन्तु कार्यं भिन्नं खलु इत्युक्ते विभागः इति कारणं संयोगनाशः इति कार्यम् आम् एकस्मिन् क्षणे एव विभागस्य जननम् अपि च संयोगस्य नाशः इति कृत्वा अपि च अस्माभिः पूर्वं दृष्टं कार्याधिकरणे कारणं पूर्वक्षणे भवेत् नो चेत् कारणं न भवितुम् अर्हति इति कृत्वा तत्र समानक्षणे एव विभागस्य जननम् इति अस्ति चेत् तत्र संयोगना तस्य विभागस्य संयोगनाशं प्रति कथं वा कारणत्वम् इति शङ्का जाता इत्येव इदानीमपि इदानीम् अस्माभिः पठितं तत्र तस्याः च परिहाराय संक्षेपतः तत्प्रकरणे अनुमानम् उक्तम् इति शङ्का जायमाना आसीत् तस्य तस्याः परिहारार्थं सम्प्रति चिन्तनं अस्माभिः कृतं गुणः केन केन कारणेन गुणं केन केन कारणेन नश्यति इति तत्र आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयगुण आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनिमानं स्वीकृत्य वयं विभागाख्यगुणः साधितम् अपि च तस्य संयोगनाशं प्रति कारणत्वमपि साधितम् इह च जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते. इदानीम् अत्र यस्य जिज्ञासा अस्ति तेषां प्रमोदाय आनन्दाय कश्चित् कोटिक्रमः प्रदर्श्यते. इतोपि गभीररीत्या अत्र चिन्तनं प्रदर्शितम् अधः इति दत्तमस्ति. कोटिक्रमः इत्युक्ते किं भगिनि? शुकनमहोदय भवानेव वदति वा? कोटिक्रमः इत्युक्ते प्रक्रिया इति अहं चिन्तयामि कथं तत् हा इत्युक्ते तत्र कोटिक्रमः इत्युक्ते तत्र अस्माकं कक्षायां महोदय किम् उक्तवान् इत्युक्ते अत्र दलसार्थक्यम् इति इत्युक्ते तत्र यत्पूर्वं विभागस्य विषये उक्तम् आसीत् तत् किञ्चित् संक्षिप्तेन उक्तमिति कृत्वा अत्र विस्तारेण दलसार्थक्यं कृत्वा तत्र संयोगनाशः अपि च विभागः तयोः मध्ये भेदः कः इति किञ्चित् विस्तारेण विस्तरेण उक्तमस्ति इति एव. कोटिक्रमः तु भिन्नभिन्नरीत्या विषयं विवरणं कुर्वन्ति इति न हा इति एव सत्यम् इत्युक्ते तत्र हा इत्युक्ते दलसार्थक्यम् इति एव इत्युक्ते तत्र हा यद्वयं पूर्वं समवायिकारणम् असमवायिकारणम् इति सर्वं दृष्टवन्तः तत्सर्वम् इतोपि किञ्चित् गम्भीररीत्या तस्य चिन्तनम् अग्रे अस्ति. तर्हि अग्रे सुनील् महोदय भवान् पठति वा? तथा हि जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाशाजन्यत्वे सति गुणनाशत्वात् तेजसंयोगजन्यरूपनाशवत् गुणनाशो हि क्वचित् समवायिकनाशेन च भवति आद्यः यथा घटध्वंसत्वेन घटध्वंसेन रूपरसादीनां ध्वंसः द्वितीयः दिक्पिण्डसंयोगरूपसमवायिकारणनाशेन परत्वादिनाशः तृतीयः अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः अत्र इदानीं बहवः बहूनि कार्याणि सन्ति चिन्तयामि अत्र हा हा अत्र कण्ठः पश्यामि महोदय प्रथमवाक्यं पुनः एकवारं पठतु यदा हि अत्र जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते जनकनाश अजन्यगुणनाशः इत्युक्ते अत्र यः गुणः जनयति तस्य नाशः न भवति हरि ओम् श्रूयते वा हा इदानीं श्रूयते महोदय समानाधिकरणे जनकनाशाजन्यगुणनाशः इत्युक्ते यः जनं यः गुणः क्षम्यतां यः गुणं जनयति इत्युक्ते तत्र जनकः इत्युक्ते किम् इति इतोपि किञ्चित् वदति वा अत्र क्रियया अत्र गुणः जायते इति किल न तत् जनकः इत्युक्ते अन्य कोऽपि वक्तुं शक्नोति वा तत्र जनकः इत्युक्ते किम् इति गुणस्य आश्रयः द्रव्यं यः गुणस्य आश्रयः हा रामप्रिया भगिनी भवती वदतु कारणतः हा कारणम् इत्युक्ते विद्याशङ्करमहोदय भवान् यद् वदति तदपि सत्यमेव आश्रयः परन्तु केवलम् आश्रयः इति न इत्युक्ते आश्रयः इत्युक्ते केवलं समवायिकारणं भवति खलु परन्तु कारणम् इत्युक्ते अत्र रामप्रिया भगिनी भवती एव वदति वा इतोपि किञ्चित् अधिकम् अस्ति जनकः इत्युक्ते कारणं यस् कस्य कारणम् इत्युक्ते जन्यस्य कार्यस्य तत्र कारणम् इत्युक्ते तस्मिन् तत्र कारणम् इत्युक्ते यथा विद्याशङ्करमहोदय उक्तवान् आश्रयः इति तदपि कारणमस्ति खलु किमर्थं केवलम् आश्रयः न इति इत्युक्ते तत्र तथा अस्ति चेत् तत्र आश्रयनाशाजन्यगुणनाशः इत्येव भवतु किमर्थम् अत्र जनकनाशाजन्यगुणनाशः इति अस्ति कारणे त्रैविध्यम् अस्ति किल समवाय असमवायनिमित्त सत्यं तदर्थमेव इत्युक्ते आश्रयनाशः इत्युक्ते केवलं समवायिकारणमेव तस्मिन् अन्तर्भूतं भवति परन्तु जनकः इत्युक्ते तत्र समवायि असमवायि निमित्तकारणानि तर्हि रामप्रिया भगिनी भवती एव अग्रे पठतु तत्र जनकनाश नाशजन्यत्वे सति गुणनाशत्वात् तेजसंयोग तेजसंयोगजन्यरूपनाशवत् अत्र जनकनाशजन्यत्वे सति यदा कारणम् अजन्यत्वे सति गुणनाशत्वात् कारणस्य जनक अजन्यत्वे नाश यदा कारणस्य नाशः भवति तत् अजन्यत्वे सति. आश्रयनाशजन्यगुणनाशः इत्युक्ते किम्? आश्रयस्य नाशः न भवति, परन्तु गुणस्य एव नाशः भवति. यदा घटः घटस्य रूपः तेजसंयोगेन तस्य घटस्य इत्युक्ते घटः आश्रयः, तस्य नाशः तु न भवति, परन्तु रूपः इति गुणस्य नाशः भवति इति. सत्यं. तर्हि आश्रयनाशजन्यगुणनाशः इत्युक्ते आश्रयनाशेन अजन्यगुणनाशः इति खलु? इत्युक्ते आश्रयनाशः न भवति इति तेनैव आगच्छति. तर्हि जनकनाशजन्यत्वे सति गुणनाशत्वात् इत्युक्ते किम्? जनकनाशेन अजन्यत्वम् इति किल, गुणनाशः अजन्यम् इत्युक्ते किम्? कारणनाशेन अजन्यत्व गुणनाशः. हा, इत्युक्ते किम्? इत्युक्ते कारणस्य नाशः न भवति, परन्तु गुणस्य नाशः भवति इति. गुणस्य नाशः भवति, तस्मात् किं सति गुणनाशत्वात्? तस्मात् तेजसंयोग जन्यरूपनाशवत्. यदा अहम् उक्तवती इदानीं तेजसंयोगेन रूपस्य नष्टः एव भवति, परन्तु तस्य आश्रयस्य नाशः न भवति इति. तत्र आश्रयः इति न भगिनि, जन्य इत्युक्ते किं? जन्य इत्युक्ते कार्यं, कार्यस्य नाशः न भवति, परन्तु तेजसंयोगजन्यरूपनाशवत् इत्युक्ते किम्? तेजसंयोगः जन्य इत्युक्ते कार्यं, यदा रूपनाशवत् तादृशमेव. अत्र कार्यं किं, कारणं किं? तेजसंयोगजन्यरूपनाशवत् इत्यस्मिन् कार्यं किं, कारणं किम्? तेजसंयोगः इति कार्यः न, तेजसंयोगः कार्यः, जन्यः कारणः. अस्तु, अन्ये किं चिन्तयन्ति, अन्य कोऽपि? अत्र तेजसंयोगेन तेजसंयोगः कारणं, तेन जन्यरूपनाशः, रूपनाशः कार्यम् तृतीया समासः. अस्तु, नाशवत् तत्तु किं नाशवत् तु भगिनि एकक्षणं, तत्र रामप्रिया भगिनी, रामप्रिया भगिनी वदतु तत्र समापय. गुणनाशो हि क्वचित् तेजसंयोगजन्यरूपनाशवत् इत्यस्मिन् तेजसंयोगजन्यरूपनाशवत्. तेजसंयोगः यदा महोदय इदानीम् उक्तवान्, तेजसंयोगः कारणं, तेजसंयोगेन जन्यः, कारणेन जन्यः कार्यं, रूपं तस्य नाशवत् इत्युक्ते तादृशं एव. तेजसंयोगेन जन्यः रूपं वा? तेजसंयोगेन जन्यः न भवति. न, तेजसंयोगजन्यरूपनाशवत् इत्युक्ते किम्? तत्र वस्तुतः तेजसंयोगः इति जनकः खलु कारणं, तेजसंयोगेन जन्यः रूपनाशः इत्युक्ते रूपनाशः इति यत् इदानीम् अस्माकं प्रसङ्गः गुणनाशः एव खलु, रूपम् इति गुणः, तेजसंयोगः इति कारणं, रूपनाशः इति कार्यं. यथा तेजसंयोगः इति जनकेन जन्यः अस्ति रूपनाशः, तद्वत् तत्र जनकनाशजन्यत्वे इत्युक्ते यथा तादृशं भवति, तत्र तेजसंयोगेन जन्यः भवति रूपनाशः, तत्र तस्य कारणम् इत्युक्ते घटः अथवा पटः इति रूपस्य कारणं यदस्ति, त तस्य नाशः न भवति, इत्युक्ते रूपस्य कारणं यदस्ति तस्य नाशः न भवति, तथा यथा जनकनाशजन्यत्वे सति गुणनाशत्वात् तस्य उदाहरणं गुणनाशत्वात् तस्य उदाहरणमस्ति तेजसंयोगजन्यरूपनाशवत् इति. तेजसंयोगेन जन्यः रूपनाशः, तेजसंयोगेन जन्यः रूपनाशः, सत्यं. तत्तु जनकनाशजन्यत्वे सति इदम् उदाहरणं दीयते. जनकनाशजन्यत्वे सति, सत्यं. जनकः इति अत्र घटः वा पटः वा यस्मिन् रूपम् अस्ति. अग्रे गुणनाशो हि क्वचित् समवायिकारणनाशेन, क्वचित् असमवायिकारणनाशेन, क्वचित् निमित्तकारणनाशेन च भवति. गुणनाशः तु त्रिविधं भवति, यदा तस्य कारणं समवायिकारणेन वा समवायिकारणनाशेन वा असमवायिकारणनाशेन वा निमित्तकारणनाशेन वा गुणनाशः भवति. एकक्षणं, तत्र केवलं त्रिविधम् इति न, अत्र त्रिविधं दत्तमस्ति, वस्तुतः इतोपि अधिकमस्ति इति वयं दृष्टवन्तः पूर्वं. गुणनाशः एतेन भवति, परन्तु केवलम् एतेन एव इति न, एतैः एव इति न. आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः, प्रथम गुणनाशः यदा समवायिकारणनाशेन इत्यस्य उदाहरणं घटध्वंसेन रूपरसादीनां ध्वंसः, यदा घटस्य ध्वंसः भवति, ध्वंसः इत्युक्ते नाशः भवति, तत्र तस्य गुणः रूपरस आदिगुणस्य अपि नाशः भवति. इत्युक्ते घटे विद्यमानस्य गुणस्य नाशः भवति इति. प्रथमं. द्वितीयमस्ति दिक् पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः. दिक् इति प्रायः दिश इति प्रायः किञ्चित् नूतनमस्ति, तर्हि अनन्तरम् आगच्छति इति चिन्तयामि, तर्हि तत् इदानीं पृथक् स्थाप्य अग्रे गच्छामि. तृतीयमस्ति निमित्तकारणं. तृतीयः अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः. तत्र निमित्तकारणेन अपेक्षाबुद्धिः अपि वयं दृष्टवन्तः. द्वित्वादि इत्युक्ते सङ्ख्या किल, द्वित्वादिनाशः अपेक्षाबुद्धि. तत्र किञ्चित् वदति वा अपेक्षाबुद्धि इति? प्रयत्नं करोमि. यत्र यत्र द्वित्वम् अस्ति तत्र आरम्भे एकत्वम् अस्ति, अनन्तरं द्वित्वम् आगच्छति. यथा प्रथमम् एकः एकस्य घटस्य ज्ञानं भवति, प्रत्यक्षं भवति, अनन्तरं यत् तत्र एकत्वम् अस्ति, अनन्तरं द्वितीयघटस्य आननेन द्वित्वं तत्र अस्ति, किन्तु मनसि बुद्धिरूपे बुद्धौ अपेक्षा नास्ति चेत् द्वित्वस्य अवगमनं न भवति. द्वित्वं मनसि अवगाह्यते, तदर्थं मनसि अपेक्षा भवेत्, ओ एकः अस्ति अन्यः अस्ति इति, तर्हि मनसि द्वित्वं प्रदर्श्यते. अपेक्षा नास्ति चेत् द्वित्वस्य अवगमनं द्वित्वं द्वित्वस्य नाशं भवति अपेक्षानाशेन. सत्यं. तर्हि तत्र अपेक्षाबुद्धि इति निमित्तकारणमस्ति, निमित्तकारणं द्वित्वं प्रति निमित्तकारणं, द्वित्वमिति सङ्ख्या प्रति निमित्तकारणं. तर्हि तादृश अपेक्षाबुद्धि नास्ति चेत् सङ्ख्या द्वित्वमिति सङ्ख्यायाः गुणस्य नाशः भवति इति. व्यक्तिगतज्ञानम् इति दृष्टवन्तः किल भवती? व्यक्तिगतज्ञानम् इति सत्यं, हा, इति अपेक्षाबुद्धि इति अपेक्षाबुद्धि सत्यम्. अवगमनं किञ्चित् भिन्नम् आसीत् यत् विद्याशङ्करमहोदयेन उक्तं. तत्र यदि द्वितीयघटं वयम् आनयामः तत्र द्वित्वम् अस्ति अस्माकम् अवगमनं नास्ति इति न, द्वित्वं नास्ति एव. यदा अस्माकम् अपेक्षाबुद्धिः जायते कति घटाः सन्ति इति अपेक्षाबुद्धिः जायते तदा एव तत्र द्वित्वं जायते, उत्पादनमपि भवति तत्र. सत्यम् इत्युक्ते तत्र अस्माकं मनसि द्वित्वं प्रति अपेक्षा नास्ति चेत् द्वित्वम् इत्यस्य प्रसङ्गः एव न उदेति. आम्, किन्तु महोदयेन उक्तं तत्र द्वित्वम् अस्ति किन्तु अस्माकम् अवगमनं नास्ति यावत्पर्यन्तम् अपेक्षाबुद्धिः नास्ति इति. किन्तु तादृशं नास्ति, यदा अपेक्षाबुद्धिः जायते. मम अवगमनमासीत् यत् द्वितीयघटस्य आनयनेन द्वितीयघटं तु अस्ति परन्तु अस्माकं मनसि अपेक्षाबुद्धिः नास्ति चेत् द्वित्वम् इति ज्ञानम् इत्युक्ते द्वित्वम् इति गुणस्य उत्पादनं न भवति तस्मिन् घटे. एकनिमिषं भगिनि, उत्पादनं भिन्नं, नाशं भिन्नम्. नाशम् इत्युक्ते आरम्भे आसीत् अनन्तरं नास्ति इति नाशः. हा, अत्र नाशः इति नास्ति खलु, उत्पादनमेव न भवति इत्युक्ते. हा, तर्हि द्वित्वस्य नाशं तदा भवति यत्र आरम्भे द्वित्वम् अस्ति अनन्तरं नास्ति. न न न न न न महोदय, सत्यम् इत्युक्ते भवान् यदुक्तवान् निमित्तकारणस्य नाशेन द्वित्वस्य नाशं भवति इति भवतः कथनस्य आशयः. भगवानमहोदयस्य कथनस्य आशयः अस्ति अपेक्षाबुद्धि इत्युक्ते किम् इति. तर्हि द्वयमपि सम्यक् एव इत्येव अहं वक्तुम् इच्छामि. इत्युक्ते यदा अपेक्षाबुद्धि इत्युक्ते पूर्वम् इदानीम् अस्माकं मनसि द्वित्वम् इति अस्ति परन्तु तादृश अपेक्षाबुद्धि इत्युक्ते निमित्तकारणस्य निमित्तकारणं नास्ति चेत् इत्युक्ते तद् गच्छति चेत् इदानीं द्वित्वम् इति गुणस्य नाशः भवति इत्युक्ते तत्र द्वित्वम् इति न भवति. अस्तु, अपेक्षाबुद्ध्या अपेक्षाबुद्ध्या द्वित्वं जायते, अपेक्षाबुद्धिनाशेन द्वित्वं नश्यति. सत्यं, तदेव तत्र निमित्तकारणनाशेन इत्यस्य दृष्टान्तः इत्युक्ते अपेक्षाबुद्धि इति निमित्तकारणमस्ति द्वित्वं प्रति. अस्तु, तर्हि अद्य अत्र स्थगयामः, अपि च आगामिकक्षायां मेलिष्यामः. यथा प्रश्नाः सन्ति चेत् निश्चयेन इदानीं पृच्छतु, नो चेत् ईपत्रं प्रेषयतु, अथवा आगामिकक्षायामपि चर्चां कर्तुं शक्नोतु. यद् यद् मया उक्तं तस्मिन् विषये किमपि चिन्तनम् अभवत् चेत् सूचयतु भगिनि. निश्चयेन महोदय, अहम् इतोपि किञ्चित् क्रियया अहमपि चिन्तयामि, इतोपि किञ्चित् चिन्तनमस्ति चेत् प्रेषयिष्यामि. निश्चयेन. अस्तु भगिनि, धन्यवादः. धन्यवादः, शुभरात्रिः. धन्यवादः.